पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 255 दिलीप उवाच कथितं भवता ब्रह्मन् सर्वधर्ममशेषतः सामान्यं च विशिष्टं च स्वरूपं परजीवयोः स्वर्गापवर्गौ कथितौ साधनं च तयोरपि धन्योऽस्म्यहं द्विजश्रेष्ठत्वत्प्रसादात् सदा गुरो एकमन्यं द्विजश्रेष्ठ पृच्छामि त्वां कुतूहलाद कथयस्व यथा तथ्यमपि वात्सल्यगौरवाद महाभागवतश्रेष्ठो रुद्रस्त्रिपुरहन्तकः कस्माद्विगर्हितं रूपं प्राप्तवान् सह भार्यया योनिलिङ्गस्वरूपं च कथं स्यात्सु महात्मनः पञ्चवक्त्रश्चतुर्बाहुशूलपाणिस्त्रिलोचनः कथं विगर्हितं रूपं प्राप्तवान् द्विजपुङ्गव एवं सर्वं समाचक्ष्वमित्रा वरुणनन्दन वसिष्ठ उवाच शृणुराजन् प्रवक्ष्यामि यन्मां पृच्छसि गौरवाद विशुद्धहृदये पुंसां बुद्धिश्रेयसि जायते स्वायम्भुवो मनुपूर्वं मन्दरे पर्वतोत्तमे जगाम मुनिभिः सार्धं दीर्घसत्रमनुत्तमं तस्मिन् समागता सर्वे मुनयः संसितव्रताः नानाशास्त्रविदश्रेष्ठा बालसूर्यानलप्रभाः सर्ववेदविदो विप्राः सर्वधर्मपरायणाः वर्तमाने महासत्रे मुनयः क्षीणकल्मषाः अन्वेष्टुं देवतात्वमिथ प्रोचुस्तपोधनाः विप्राणां वेदविदुषां कः पूज्यो देवतावरः ब्रह्मविष्णुमहेशानां कस्तुतो मुक्तिदो नृणां कस्य पादोदकं सेव्यं भोक्तोच्छिष्टं च पावनं को व्ययः परमं धाम परमात्मा सनातनः कस्य प्रसादं तीर्थं च पितॄणां तृप्तिदं भवेद् तेषां समुपविष्टानां यदि वादो महानभूद रुद्रमेकमिति प्रोजुकेजिदत्र महर्षयः ब्रह्मैव पूज्य इत्यन्ये वदन्ति मुनिसत्तमाः सूर्य एवात्मना पूज्य इत्यन्ये प्राहुरुत्तमाः योऽसौसर्वगतश्रीमान् श्रीपतिः पुरुषोत्तमः अव्ययपुण्डरीकाक्षो वासुदेवः परात्परः अनादिनिधनो विष्णुः स एव परमेश्वरः सम्पूज्यो देवता श्रेष्ठ इत्यन्ये चोचिरे द्विजाः तेषां विवदतां तत्र मनुस्वायम्भुवो ब्रवीद शुद्धसत्त्वमयो योऽसौ कल्याणगुणवान् प्रभुः पुण्डरीकेक्षणश्रीमान् श्रीपतिः पुरुषोत्तमः विप्राणां वेदविदुषां एक एवार्चितः प्रभुः विप्राणां नेदरे पूज्या रजस्तमविमिश्रिताः इति तस्य वच श्रुत्वा सर्व एव महर्षयः भृगुं तपो निधिं विप्रं प्रोज्युः प्राञ्चलयस्तथा ऋषय ऊचुः अस्माकं संशयं चेत्तुं त्वं समर्थोऽसि सुव्रत ब्रह्मविष्णो महेशानामन्तिकं व्रज सुव्रत गत्वा तेषां समीपं तु तथा दृष्ट्वा दुविग्रहान् शुद्धसत्त्वगुणं तेषां यस्मिन् संविद्यते मुने स एव पूज्यो विप्राणां नेतरस्तु कदाचन शुद्धसत्त्वमयसाक्षाद्ब्रह्मण्यः स भविष्यति तीर्थप्रसादाल्लोके विप्राणां स भविष्यति देवतानां पितॄणां च तस्योच्छिष्टं सुपावनम् तस्य माद्याहि मुनिश्रेष्ठविबुधानां निवासनं क्षिप्रं गुरु मुनिश्रेष्ठ सर्वलोकहितं प्रभो एवमुक्तस्ततस्तूर्णं कैलासं मुनिसत्तमः जगाम वामदेवेन यत्रास्ते वृषभध्वजः गृहद्वारमुपागम्य शङ्करस्य महात्मनः शूलहस्तं महारौद्रं नन्दीं दृष्ट्वा ब्रवीद्विजः सम्प्राप्तोऽहं भृगुर्विप्रोहरं द्रष्टुं सुरोत्तमं निवेदयस्व मां शीघ्रं शङ्कराय महात्मने तस्य तद्वचनं श्रुत्वा नन्दी सर्वगणेश्वरः उवाच परुषं वाक्यं महर्षिममितौजसम् असान्निध्यं प्रभोस्तस्य देव्या क्रीडति शङ्करः निवर्तस्व मुनिश्रेष्ठ यदि जीवितुमिच्छसि एवं निराकृतस्तेन तत्र तिष्ठन् महातपः बहूनि दिवसान्यस्मिन् गृहद्वारि महेशिदुः नारीसङ्गममतोऽसौ यस्मान् मामवमन्यदे योनिलिङ्गस्वरूपं वै तस्मात् तस्य भविष्यति ब्राह्मणं मावजानादितमसा समुपागतः अब्रह्मण्यत्वमापन्नो ह्यपूज्योऽसौ द्विजन्मनां तस्मादन्नं जलं पुष्पं तस्मै दत्तं हविस्तदा निर्माल्यमस्य तत्सर्वं भविष्यति न संशयः एवं शक्त्वा महातेजा शङ्करं लोकपूजितम् उवाच गणमत्युग्रं नन्दीं शूलधरं नृप रुद्रभक्ताश्च ये लोके भस्मलिङ्गास्ति धारिणः ते पाखण्डत्वमापन्ना वेदभाष्या भवन्तु वै एवं शक्त्वा मुनिस्तत्र रुद्रं त्रिपुरहन्तकं जगामब्रह्मलोकं वै सर्वलोकनमस्कृतं तत्र दैवै सहासीनं ब्रह्माणं परमेष्टिनं दृष्ट्वा प्राञ्जलिना देवं प्रणनाम महामतिः प्रणम्य पुरतस्तस्य तूष्णीमास महातपाः तं दृष्ट्वा मुनिशार्दूलं रजोगुणसमावृतः नार्चयामास धातासौ महर्षिं समुपागतं प्रत्युद्धानं प्रियं वाक्यं न कृतं तस्य वेधसा ऐश्वर्येणैव महदातस्थौ तत्राम्बुजासनः तं दृष्ट्वा रजसोद्रिक्तं महर्षिपङ्गजासनं व्याजहारमहातेजवाक्यं लोकपितामहः रजसा महदोद्रिक्तो यस्मान् मामवमन्यसे तस्मात् त्वं सर्वलोकानामपूज्यत्वं समाप्नुहि एवं शक्त्वा महात्मानं ब्रह्माणं लोकपूजितं जगाम सहसा विप्रो भगवन्मन्दिरं भृगुः प्रविश्य वैष्णवं लोकं क्षीराब्धेरुत्तरे तटे तदस्थितैर्महाभागैः पूज्यमानो यथार्हतः तत्रानिवार्यमाणस्तु प्रविष्टोऽन्तःपुरं द्विजः प्रविश्य तस्मिन् विमले विमाने रविसन्निभे शयानं नागपर्यङ्गे ददर्श कमलापतिं लक्ष्मीकर सरोजाभ्यां मृज्यमानपदद्वयं तं दृष्ट्वा मुनिशार्दूलो भृगुः कोपसमन्वितः सव्यं पादं प्रचिक्षेप विष्णोर्वक्षसि शोभने तूर्णमुद्धाय भगवान् धन्योऽस्मीति वदन्मुदा हस्ताभ्यां चरणं तस्य पीडयामासहर्षितः शनैर्मृदित्वा तत्पादं मधुरं वाक्यमब्रवीद धन्योऽस्म्यद्यैव विप्रर्षे कृतकृत्योऽस्मि सर्वदा त्वत्पादस्पर्शनाद्देहे मङ्गलं मे भविष्यति समस्तसम्पत्समवाप्तिहेदवसमुद्धिदापत्कुलधूमकेदवः अपारसंसारसमुद्रसेदवपुनन्दुमां ब्राह्मणपादपांसवः विप्रपादरजो यस्य देहे तिष्ठति सर्वदा गङ्गादि सर्वतीर्थानि तस्य तिष्ठं त्यसंशयम् इत्युक्त्वा सहसोद्धाय देव्या सार्धं जनार्दनः भक्त्या समर्चयामास दिव्यस्रचन्दनादिभिः तं दृष्ट्वा मुनिशार्दूलो हर्षपूर्णेश्रुलोचनः उद्धायासनमुख्यात्तं प्रणनाम दयानिधिं कृताञ्जलिपुडो भूत्वा हर्षात्प्राह महातपाः श्रीभृगुरुवाच अहो रूपमहो शान्तिरहो ज्ञानमहो दया अहो सुनिर्मलाक्षान्तिरहो सत्त्वगुणं हरेः नैसर्गिकं शुभं सत्त्वं तथैव गुणवारिधेः नान्येषां विद्यते किञ्चित् सर्वेषां त्रिदिवौकसाम् ब्रह्मण्यश्च शरण्यश्च त्वमेव पुरुषोत्तमः ब्राह्मणानां त्वमेवेशो नान्यपूज्यसुरक्वचिद येऽर्चयन्ति सुरानन्यांस्त्वां विना पुरुषोत्तम ते पाखण्डत्वमापन्नाः सर्वलोकविगर्हिताः विप्राणां वेदविदुषां त्वमेवेद्यो जनार्दनः नान्यः कश्चित् सुराणां तु पूजनीयः कदाचन अनर्च्या ब्रह्म रुद्राद्या रजस्तमो विमिश्रिताः त्वं शुद्धसत्त्वगुणवान् पूजनीयोऽग्रजन्मनां त्वत्पादसलिलं सेव्यं पितॄणां च दिवौकसां सर्वेषां भूसुराणां च मुक्तिदं कल्मषापहम् त्वद्भूकृतोच्छिष्टशेषं वै पितॄणां च दिवौकसां भूसुराणां च सेव्यं स्यान्नान्येषां तु कदाचन इतरेषां तु देवानामन्नं पुष्पं जलं तथा अस्पृश्यं तु भवेत् सर्वं निर्माल्यं सुरया समं तस्माद्वै ब्राह्मणो नित्यं पूजयित्वा सनातनं त्वत्तीर्थं भुक्तमन्नं च भजेतैवानिशम्बुधः नान्यं देवं तु वीक्षेत ब्राह्मणो न च पूजयेत् नान्यप्रसादं भुञ्जेत नान्यदायतनं विषेद न ददातिह यो विप्रपितॄणां श्राद्धकर्मणि त्वद्भुक्तमन्नं तीर्थं च तत्सर्वं निष्फलं भवेद् कल्पकोटिसहस्राणि कल्पकोटिशतानि च पतन्ति पितरस्तस्य नरके पूयशोणिते निवेदितं तव विभो यो जुहोदि ददाति वा देवतानां पितॄणां च तृप्तिरानन्द्यमश्नुते तस्मात् त्वमेव विप्राणां पूज्यो नान्योऽस्ति कश्चन मोहाद्य पूजये धन्यान्स पाखण्डी भविष्यति त्वं हि नारायणश्रीमान् वासुदेवः सनातनः विष्णु सर्वगतो नित्यपरमात्मा महेश्वरः त्वमेव सेव्यो विप्राणां ब्रह्मण्यशुद्धसत्त्ववान् पूज्यत्वात् ब्राह्मणानां वै शुद्धसत्त्वगुणादपि सर्वेषामेव देवानां ब्राह्मणत्वमवाप्नुहि त्वामेव हि सदा विप्रभजन्ति पुरुषोत्तमम् ब्राह्मणास्ते बभूवुस्ते नान्यस्तत्र न संशयः ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ब्रह्मण्यपुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ब्रह्मण्यो भगवान् कृष्णो वासु देवोच्युतो हरिः ब्रह्मण्यो नारसिंहस्य तथा नारायणो व्ययः ब्रह्मण्यश्रीधरश्रीशो गोविन्दो वामनस्तथा ब्रह्मण्यो यज्ञवाराहकेशवः पुरुषोत्तमः ब्रह्मण्यो राघव श्रीमान् रामो राजीवलोचनः ब्रह्मण्य पद्मनाभस्य तथा दामोदरः प्रभुः ब्रह्मण्यो माधवो यज्ञस्तथा त्रिविक्रमप्रभुः ब्रह्मण्यश्च हृषिकेशपीतवासाजनार्दनः नमो ब्रह्मण्यदेवाय वासुदेवाय शार्ङ्गिणे नारायणाय श्रीशाय पुण्डरीकेक्षणाय च नमो ब्रह्मण्यदेवाय वासुदेवाय विष्णवे कल्याणगुणपूर्णाय नमस्ते परमात्मने नमो ब्रह्मण्यदेवाय सर्वदेवस्वरूपिणे वराहवपुषे नित्यं त्रयीनाथाय ते नमः नमो ब्रह्मण्यदेवाय नागपर्यङ्कशायिने राजीवदलनेत्राय राघवाय नमो नमः मायया मोहिता सर्वे देवाश्च ऋषयस्तव न जानन्ति महात्मानं सर्वलोकेश्वरं प्रभो त्वां न जानन्ति भगवन् सर्ववेदविदोपिः नामरूपगुणैः श्रीश चारित्रैरपि दुष्कृतैः परत्वसूचकं सत्त्वं तव वेदितुमीश्वरः महर्षिभिः प्रेषितोह मागतोऽस्मि तवान्तिकं तव शीलगुणान् ज्ञातुं चरणं मम केशव दत्तं वक्षसि गोविन्द तत्क्षन्तव्यं कृपानिधे एवमुक्त्वा भृगुर्देवं प्रणम्य च मुहुर्मुहुः दिव्यैर्महर्षिभिस्तत्र पूज्यमानो महात्मभिः पुनर्जगाम कृष्णात्मा यज्ञभूमिं शुभाह्वयां समागतं महात्मानं तत्र दृष्ट्वा महर्षयः प्रत्युद्धाय नमस्कृत्वा पूजां चाक्रुर्विधानतः तेषां विज्ञापयामास तत्सर्वं मुनिपुङ्गवः रजस्तमगुणो दृक्तो विधीशानौ सुरोत्तमौ सप्तौ मयानपूज्यौ दौ विप्राणां ऋषिसत्तमाः अब्रह्मण्यत्वमापन्नो गर्हितं रूपमास्थितः सप्तकैलासशिखरे शङ्करस्तमसावृतः शुद्धसत्त्वमयो विष्णुकल्याणगुणसागरः नारायणपरं ब्रह्म विप्राणां दैवतं हरिः ब्रह्मण्यश्रीपतिर्विष्णुर्वासुदेवो जनार्दनः ब्रह्मण्यपुण्डरीकाक्षो गोविन्दो हरिरच्युतः स एव पूज्यो विप्राणां नेधरपुरुषर्षभाः मोहाद्यपूजयेदन्यं स पाखण्डी भविष्यति स्मरणादेवकृष्णस्य विमुक्तिपापिनामपि तस्य पादोदकं सेव्यं भूक्तोच्छिष्टं च पावनं स्वर्गापवर्गतं नृणां ब्राह्मणानां विशेषतः विष्णोर्निवेदितुं नित्यं देवेभ्यो जुहुयाद्धविः पितृभ्यश्चैव तद्दद्यात् सर्वमानन्द्यमश्नुदे यो न दद्याद्धरेद्भुक्तं पितॄणां श्राद्धकर्मणि अश्नन्ति पितरस्तस्य विण्मूत्रं सददं द्विजाः तस्माद्विष्णोः प्रसादो वै सेवितव्यो द्विजन्मनाम् इतरेषां तु देवानां निर्माल्यं गर्हितं भवेद सकृदेव हि योष्णादिब्राह्मणो ज्ञानदुर्बलः निर्माल्यं शङ्करादीनां स चाण्डालो भवेद्ध्रुवं कल्पकोटिसहस्राणि पच्यते नरकाग्निना निर्माल्यं भो द्विजश्रेष्ठा रुद्रादीनां दिवौकसाम् रक्षो यक्षपिशाचान्नमध्यमांससमं स्मृतं तद्ब्राह्मणैर्न भोक्तव्यं देवानां भुञ्जितं हविः तस्मादन्यं परित्यज्य विष्णुमेव सनातनं पूजयध्वं द्विजश्रेष्ठा यावज्जीवमदन्द्रिताः तद्विष्णो परमं धाम मन्यन्तो गतसंशयाः तापादि पञ्चसंस्कारैरन्विष्ठा शुभचेतसः अप्राकृतं हरिं सम्यगार्चयध्वं द्विजर्षभाः चक्राङ्गितभुजा विप्रा भवन्त्यप्राकृता शुभाः चक्रलाञ्छनहीनास्तु प्राकृतास्तमसा स्मृताः तस्मात् प्राकृतसंसर्गपापौकदहनं हरेः पदप्तं बिभ्रूयाच्चक्रं शङ्खं च भुजमूलयोः ऊर्ध्वपुण्ड्राणि चाङ्गेषु धृत्वा शास्त्रोक्तमार्गतः अर्चयेन्मन्त्ररत्नेन विधिना पुरुषोत्तमं तस्य प्रसादसेवां च कुर्यान्नित्यमदन्द्रिदः तस्यावरणपूजायां त्रिदशानर्चयेत् सदा तमेव सर्वयज्ञानां भोक्तारां परमेश्वरं ज्ञात्वा वै दुहुयादद्याज् जपेद्वै सततं द्विजाः वसिष्ठ उवाच एवमुक्तास्तु ते सर्वे ऋषयः क्षीणकल्मषाः नमस्कृत्य भृगुं सम्यगूजुप्राञ्जलयस्तदा ऋषय ऊचुः भगवन् संशयच्छेत्ता त्वमेव द्विजसत्तम त्वं वै लोकगतिर्ब्रह्मंस्त्वमेव परमागतिः त्वमेव परमोद्धर्मस्त्वमेव परमं तपः त्वत्प्रसादद्वयं विप्रभविष्यामो हि नान्यथा वसिष्ठ उवाच एवं स्तुत्वा भृगुं विप्रं सर्व एव महर्षयः तस्मासम्प्राप्तमन्त्रा वै पूजयामासुरच्युतं यदत्ते सर्वमाख्यातं प्रसङ्गात् पार्थिवोत्तम रामस्य हस्तकमलस्पर्शनाद्वै नृपोत्तम भविष्यत्यमलं तच्च रूपं लोकविगर्हितं राघवः सर्वदेवानां पावनपुरुषोत्तमः स्पृष्ट्वा दृष्टाश्च तेनैव विमलाः शङ्करादयः सर्वेषामपि देवानां पिता माता जनार्दनः त्राता च सर्वलोकानां वात्सल्यगुणसागरः तमेव शरणं गच्छ यदि चेत् परमं पदम् यदत्ते सर्वमाख्यातं पुराणं वेदसंहितं ब्रह्मणा कथितं राजन्मनुस्वायं भुवोन्तरे विष्णुभक्तिविनीतस्य शुद्ध सत्त्वस्य नान्यथा तस्य संश्रावये नित्यं विमुक्ता सा हरेकथा शङ्खचक्रोर्ध्वपुण्ड्रादिविहितो वाचकः पुमान् तन्मुखाच्छ्रूयतां नित्यं पुत्री भवसि नान्यथा यस्त्विदं श्रावये नित्यं पठेद्वा सुसमाहितः अनन्यभक्तिश्रीशस्य जायते तस्य सर्वदा विद्यार्थी लभते विद्यां धर्मार्थी धर्ममाप्नुयाद मोक्षार्थी लभते मोक्षं कामार्थी लभते सुखं द्वादश्यां श्रवणार्के च सङ्क्रान्तौ ग्रहणे तथा अमावास्यां पौर्णमास्यां पठेद्भक्तिसमन्वितः श्लोकार्धं श्लोकपादं वा पठेद्यस्तु समाहितः अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयः इत्येतत् कथितं गुह्यं पुराणं संहितात्मकम् अर्चयस्व हृषिकेशं यदि इच्छसि परमं पदं सूत उवाच एवमुक्तो वसिष्ठेन गुरुणा नृपसत्तमः प्रणम्य च गुरुं राजा पूजयित्वा यथार्हतः तस्मात् सम्प्राप्तमन्त्रोऽसौ विधिना द्विजसत्तमाद अर्चयित्वा हृषिकेशं यावज्जीवमदन्त्रितः काले हरिपदं प्राप योगिगम्यं सनातनम् इति श्री पद्मे महापुराणे उत्तरखण्डे भृगुपरीक्षाकथनं नाम पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः इति श्रीपद्मे महापुराणे षष्ठम् उत्तरखण्डं समाप्तम् ॐ